गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ॐ अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतम्। इदानीं सम्बन्धस्य अवच्छेदकत्वव्यवस्थापनम् इति पाठः प्रचलन् अस्ति। अत्र पञ्च स्थलाः दत्ताः सन्ति, सर्वत्र घटः एव आधेयः, किन्तु आधारः भिन्नभिन्न। घटः ज्ञानं ज्ञाने वर्तते, महाकाले वर्तते, स्वस्मिन् वर्तते, कपाले वर्तते, अपि च भूतले वर्तते इति सर्वत्र घटः एव आधेयः। इदानीं घटः आधेयः इत्युक्ते घटः घटे घटत्वम् इति धर्मः अस्ति इति वयं जानीमः, घटत्वम् इति जातिः। तेन अवच्छिद्यते आधेयता इति कृत्वा इदानीं ज्ञानाधिकरणतानिरूपित आधेयता, अपि च ज्ञानाधिकरणता इति ज्ञाननिष्ठ अधिकरणतानिरूपित आधेयता, अपि च कपालनिष्ठ अधिकरणतानिरूपित आधेयता इति आधेयतायोः मध्ये भेदः घटत्वम् इति जातिः स्वीकृत्य न निरूपयितुं शक्यते इत्यतः इदानीं तत्र भिन्न उपायः अस्माभिः स्वीक्रियते। तत् किम् इति चेत् तत्र सम्बन्धः अस्माभिः स्वीक्रियते। किमर्थमित्युक्ते घटः अवयवी, कपालः अवयवः इति कृत्वा घटः कपाले समवायसम्बन्धेन वर्तते, अवयवि अवयविनोः मध्ये समवायसम्बन्धः एव भवति। पुनः घटः संयोगसम्बन्धेन भूतले भवति, द्वयमपि द्रव्यम् इति कृत्वा स्वस्मिन् तादात्म्येन भवति, अपि च कालिकासम्बन्धेन महाकाले भवति, विषयितासम्बन्धेन ज्ञाने भवति इत्यतः इदानीं तत्र पञ्चसु स्थलेषु सम्बन्धाः भिन्नाः इति कृत्वा सम्बन्धं स्वीकृत्य इत्युक्ते अवच्छेदकधर्मत्वेन स्वीकृत्य आधेयतायोः मध्ये भेदः साधयितुं शक्यते इति अस्माभिः दृष्टम्। इदानीं तत्र ततः अग्रे गन्तव्यम् अस्माभिः। इदानीं पुटसङ्ख्या 43, तत्र अयम् अपरो विशेषः इति अस्ति। प्रायः गतवर्गे एव एतद् परिच्छेदः अपि कृतः अस्ति, किन्तु पुनस्मारणं कृत्वा अग्रे सत्तुं शक्यते इत्यतः तत्र अयम् अपरो विशेषः इति आरभ्य वयं पठामः। भानुचैतन्यमहोदय, भवान् आरब्धुमिच्छति वा? महोदय, एतत् जालपुटे वा अथवा? न, पुस्तके 43 तमपुटे 46 पेज्। अयमेव चोपायः महोदय? न, तदनन्तरम् अयम् अपरो विशेषः इति अस्ति किल परिच्छेदस्य आरम्भे। पेज् 46 प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं तुल्यन्यायात् तस्मा भवान् 47 पेज् मध्ये अस्ति। आं महोदय, हा हा 46 पुटसङ्ख्या 46 सत्यं सत्यं महोदय, क्षम्यतां महोदय। हा हा भवतु महोदय। अयम् अपरो विशेषः यत् समवायादीन् समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्तु आदिनिरूपिताः आधेयताः ताः सर्वाः अपि समवायसम्बन्धावच्छिन्नाः इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा। हा वदतु। अवच्छेदकत्व महोदय तत्र अस्ति तु भूतले एव घटपटादिषु, किन्तु भूतले अस्ति घटं, भूतले अस्ति पटादिषु, किन्तु अवच्छेदकत्वं यदस्ति तद् अवच्छेदकत्वं भेदम् अस्ति घट अवच्छेदकत्वं वा पटादि। इदानीं पश्यतु तत्र भूतले अस्ति वा घटपटादिषु घटपटादयः भूतले अस्ति वा नो चेत् अन्यत्र अस्ति वा। पुनः एकवारं पठतु तत् प्रथमवाक्यं पठतु। आम् अयम् अपरो विशेषः यत् समवायादीनाम् अवच्छेदकत्वे अपि घटपटादिषु प्रत्येकं विद्यमानाः याः कपालतन्तु आदिनिरूपिताः आदिनिरूपिताः आधेयताः तावत् पर्यन्तं प्रथमं तावत् पर्यन्तम् आधेयताः। क्षम्यतां महोदय। आम् घटं कपाले अस्ति, घटः कपाले अस्ति, पटः तु तन्तु तन्तौ अस्ति, तन्त्वे अस्ति, तन्तौ अस्ति। घटः कपाले अस्ति, पटः तन्तौ अस्ति, केन सम्बन्धेन? समवायसम्बन्धेन। किमर्थं समवायसम्बन्धः? अवयव अवयवनोः मध्ये सम्बन्धः समवायः। समीचीनम्। इत्यतः घटः कपाले समवायसम्बन्धेन वर्तते, घटः अवयवी, कपालः अवयवः इत्यतः। एवमेव पटः तन्तौ समवायसम्बन्धेन अस्ति, पटः अवयवी तन्तुः नो चेत् तन्तवः अवयवाः इति कृत्वा, अपि च घटः कपाले वर्तते इति कृत्वा घटः घटे आधेयता अस्ति, एवमेव पटेपि आधेयता अस्ति। इदानीम् अवच्छिन्न सम्बन्धः कः स्थलद्वयेपि इति चेत् समवायसम्बन्धः एव इति कृत्वा, इदानीं समवायसम्बन्धं स्वीकृत्य अनयोः आधेयतायाः मध्ये भेदः निरूपयितुं शक्यते वा? आं महोदय, भेदः अस्ति न तत्र सम्बन्धः स्वीकृत्य द्वयमपि स्थलद्वये अपि समवायः एव सम्बन्धः, घटः समवायेन कपाले वर्तते, पटः समवायेन तन्तौ वर्तते इति कृत्वा तत्र समवायसम्बन्धः सामान्यमस्ति स्थलद्वयेपि इति कृत्वा तत्र आधेयता आधेयतायाः मध्ये भेदः समवायसम्बन्धं स्वीकृत्य न कर्तुं शक्यते किल? अवगच्छति वा? समवायसम्बन्धं तु अस्ति, किन्तु तद् एकमेव महोदय। आं सत्यम्। अतः तत्र समवायसम्बन्धं अवच्छिन्नत्वे अवच्छेदकत्वेन स्वीकृत्य आधेयतायाः मध्ये भेदः न साधयितुं शक्यते किल? अत्र तु आधेयता घट घटमस् घटः अस्ति वा पटः अस्ति वा महोदय? घटनिष्ठा आधेयता अन्यमस्ति, पट निष्ठा आधेयता तु अन्यमेव। तद् अवच्छिन्न भवान् वदतु इदानीं तत्र कपाल कपालनिष्ठ अधिकरणतानिरूपित इति आरभ्य कपालनिष्ठ अधिकरणतानिरूपित समवायसम्बन्धावच्छिन्न आदेयता क्षम्यतां कपाल निष्ठ अधिकरणतानिरूपित समवायसम्बन्धावच्छिन्न घटनिष्ठ आदेयता घटनिष्ठ आदेयता इति एकस्मिन् पार्श्वे अन्यस्मिन् पार्श्वे इदानीं पटं पटः वदतु एवमेव तन्तु आं महोदय तन्तुनिष्ठ अधिकरणता निरूपित समवायसम्बन्ध अवच्छिन्ना पटनिष्ठ आधेयत हा अत्र पश्यतु स्थलद्वये अपि समवायसम्बन्ध अवच्छिन्ना इति एव आगच्छति किल आं महोदय अतः समवायसम्बन्धं स्वीकृत्य अत्र आधेयतायाः मध्ये भेदः न साधयितुं शक्यते यद्यपि घटनिष्ठ आदेयता पटनिष्ठ आदेयता इति वदामः तथापि तत्र अवच्छेदकधर्मः कः इति चेत् घटत्वं पटत्वम् इति वक्तव्यम् कपालनिष्ठ अधिकरणतानिरूपित घटत्वावच्छिन्न घटनिष्ठ आदेयता इति एकस्मिन् पार्श्वे अन्यस्मिन् पार्श्वे तन्तुनिष्ठ अधिकरणतानिरूपित पटत्वावच्छिन्न पटनिष्ठ आदेयता इति एकस्मिन् पार्श्वे घटत्वेन अवच्छिन्ना भवति आदेयता अन्यस्मिन् पार्श्वे पटत्वेन अवच्छिन्ना भवति आदेयता इति अत्र एतस्मिन् सन्दर्भे तत्र सम्बन्धं स्वीकृत्य आधेयतायाः मध्ये भेदः न साधयितुं शक्नुमः किन्तु जातिं स्वीकृत्य आधेयतायाः भेदः साधयितुं शक्नुमः अवगच्छति वा अस्तु महोदय आम् आं महोदय हा अत्र पूर्वस्मिन् सन्दर्भे यत्र घटः पञ्चसु स्थलेषु वर्तते तत्र सर्वत्र आधेयतायाः अवच्छेदकधर्मः घटत्वम् एव इति कृत्वा यत्र एकमेव धर्मः अवच्छेदकः भवति तत्र सम्बन्धः स्वीकरणीयः भवति किन्तु यत्र सम्बन्धः सामान्यमस्ति तत्र धर्मः स्वीकृत्य इत्युक्ते जातिं स्वीकृत्य धर्मं स्वीकृत्य आधेयतायाः मध्ये भेदः साधयितुं शक्यते इति अत्र तावदेव दत्तमस्ति ताः सर्वाः अपि समवायसम्बन्ध अवच्छिन्नाः इति तासां भेदज्ञापनाय घटत्वपटत्वादीनाम् अस्ति अपेक्षा अपेक्षा इत्युक्ते कस्मिन् विषये इति चेत् अवच्छेदकधर्मत्वेन घटत्वपटत्वादीनाम् अस्ति अपेक्षा इति अर्थः महोदय अस्तु हा इदानीम् अग्रे शिवराम महोदय भवान् पठति वा अग्रे धन्यवादः महोदय एकः प्रश्नः अस्तु महोदय हा वदतु महोदय एकनिमिषं शिवराम महोदय रघुपतिमहान् रघुपतिमहोदय पृच्छति तदनन्तरं भवान् पठतु महोदय अत्र अवच्छेदकः अवच्छेदक घटत्व अपि सारी धर्म अपि सम्बन्ध कोऽपि अन्यपदार्थम् उपयुज्य अवच्छेद्यं कर्तुं शक्यते वा तत्र धर्मः नो चेत् सम्बन्धः द्वे एव द्वयं एतावत्पर्यन्तं तावदेव अस्माभिः अधीतम् अग्रे गत्वा पश्यामः तत्र आवश्यकता अस्ति चेत् अत्र पञ्चसु स्थलेषु घटत्वम् इति एकः एव धर्मः आसीत् इति कृत्वा तत्र सम्बन्धः अवच्छेदकधर्मत्वेन स्वीकृत्य आधेयतायाः मध्ये भेदः साधितः इति एतावत्पर्यन्तं जातिः अपि च सम्बन्धः एतद्द्वयमपि अवच्छेदकधर्मत्वेन स्वीकृत्य वयं तत्र अस्माकम् अवगमनम् अभवत् इतोपि अग्रे गत्वा अन्यत् किमपि भवितुमर्हति तत्र धर्माः बहवः सन्ति किल किन्तु सर्वत्र धर्मः एव भवितुमर्हति न तु द्रव्यम् अत्र पश्यतु घट अवच्छिन्न इति यदा कदापि न वदामः. कपालनिष्ठ आधारता निरूपित घटावच्छिन्न आधेयता इति यदा कदापि न वदामः. किमर्थम् इत्युक्ते सर्वत्र तत्र धर्मः एव अवच्छिन्नधर्मत्वेन उपयोक्तुम् अर्हः अस्ति. अस्तु महोदय, धर्मः स्वीकर्तव्यं, नो चेत् सम्बन्धः स्वीकर्तव्यम्. अस्तु, धन्यवादः. हा श्रीराम महोदय, भवतः प्रश्नः आसीत् वा? न महोदय, पठामि, अग्रे पठामि. तत्र न, इदानीं तत्र शिवराममहोदय इति मया उक्तं, शिवराममहोदय. अस्तु अस्तु, क्षम्यताम्. अस्तु, अधुना श्रूयते न? श्रूयते महोदय, श्रूयते. धन्यवादः. एवं सति समवायेपि अवच्छेदकता, घटत्वेपि अवच्छेदका इति वचने असौकर्यम्. अतः अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठा अवच्छेदकतायाः सांसर्गिक अवच्छेदकता इति व्यवहारः दृश्यते. पर्याप्तं समवाये अवच्छेदका समवाये अवच्छेदकता वर्तते, घटत्वे अपि अवच्छेदकता तत्र वर्तते. समवायसम्बन्ध स्वीकृत्य वयं यदि निरूपणं कुर्मः चेत् तत्र समवाय अवच्छेदकता अस्ति. घटत्वपटत्वबन्धे पदे घटत्वं तथा पटत्वं, तत् घटत्वे अवच्छेदकता इति घटत्वे तत्र अवच्छेदकता वर्तते. तर्हि अत्र अनयोः अवच्छेदकत्वयोः निरूपणसौकर्याय समवायनिष्ठ अवच्छेदकतायाः सांसर्गिक अवच्छेदकता इति व्यवहारः दृश्यते. तत्र नूतन नामाभिधानमस्ति सांसर्गिक अवच्छेदकता इति. तावदेव अत्र इदानीं तत्र यत्र यत्र सम्बन्धः भवति तत्र केवलम् अवच्छेदकता इति वदनस्य स्थाने सांसर्गिक अवच्छेदकता इति वदामश्चेत् तत्र संसर्गः भवति किल. संसर्गः इत्युक्ते सम्बन्धः, तस्य भावः सांसर्गिक अवच्छेदकता इति वदामश्चेत् तस्य अर्थः कः इत्युक्ते सम्बन्धमेव अत्र अवच्छेदकम् इति अस्माभिः अवगन्तव्यं. तावदेव, अत्र नूतनं किमपि नास्ति, केवलं नामकरणमस्ति. निष्ठ सांसर्गिक अवच्छेदकता निरूपिता अवच्छेद्यतावती, एवं पटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती, या घटनिष्ठ आधेयता तन्निरूपिता अधिकर्णतावान् कपालः इति निष्कर्षः फलति. समवायनिष्ठ सांसर्गिक अवच्छेदकता निरूपिता अवच्छेद्यतावति, अत्र आधेयता भवति न एतत्? हा, इदानीम् आधेयता आधेयता तत्र समवायसम्बन्धेन अपि अविच्छिन्ना, अपि च घटत्वेनापि अवच्छिन्ना इति तत्र द्वयमपि योजितम्. हा, अधेयतया निरूपणमस्ति एतत्. समवायनिष्ठ सांसर्गिक अवच्छेदकता निरूपिता अवच्छेद्यतावती अधेयता, तथा घटत्वनिष्ठ अवच्छेदकता निरूपिता अवच्छेद्यतावती अधेयता. या घटनिष्ठ अधेयता तन्निरूपिता अधिकरणतावान् कपालः इति निष्कर्षः फलति. एतत् किञ्चित् न अवगतम् अग्रे. अधीयतया निरूपणम् अभवत् प्रथमं, समवायनिष्ठ तत्र सम्बन्धं स्वीकृत्य, तथा घटत्वं स्वीकृत्य अधीयतया निरूपणम् अभवत्. अत्र किं निरूपयामः अस्मिन् वाक्ये, कस्य निरूपणं भवति, अवगच्छति वा? न, अत्र सर्वे पश्यन्तु, तत्र अन्ते किम् अस्ति तदेव निरूपणं. कपालः इति अस्ति किल? कपालस्य. इदानीं तत्र आधेयता स्वीकृत्य कपालस्य निरूपणं वयं कुर्मः अत्र. इदानीम् आधेयता कीदृशी इति चेत्, समवायनिष्ठसांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावति इति एकं, पुनः घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति इति द्वितीयं, द्वयमपि एकमेव आधेयता किन्तु तत्र अवच्छेदकधर्मः भिन्नः इति कृत्वा तत्र धर्मद्वयमपि अस्मिन् वाक्ये उक्तं, समवायनिष्ठसांसर्गिक अवच्छेदकता निरूपित अवच्छेद्यतावति, एवं घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति, या घटनिष्ठ आधेयता तन्निरूपिता अधिकरणतावान् कपालः इति अत्र कपालस्य निरूपणं कृतम्। अवगच्छति किल? आम्। अत्र कस्यापि प्रश्नः अस्ति वा? अत्र सांसर्गिक अवच्छेदकता इति वदनेन कः लाभः इति नावगतम्? अत्र समवाये समवायसम्बन्ध अवच्छेदकता इति अपि वक्तुं शक्नुमः, किमर्थम् अत्र असौकर्यम् इति नावगच्छामि? सांसर्गिक अवच्छेदकता इति वदनेन कीदृशसौकर्यम्? अत्र इदानीं तत्र अत्र दीर्घवाक्ये सांसर्गिक अवच्छेदकता इत्यस्मिन् स्थाने समवायनिष्ठ अवच्छेदकता इति एव वदतु, एकवारं भवती एव वदतु किं भवति इति पश्यामः। समवायनिष्ठ अवच्छेदकता निरूपित घटत्वनिष्ठ अवच्छेदकता समवायनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति, घटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावति इति भवति वाक्यं। तत्र क्लेशः वदनसमये क्लेशः किमपि नास्ति, किन्तु यदा वयं तत्र सदसि भवामः, वेदसदसि वाक्यार्थसदसि भवामः, तत्र ते सर्वे झटिति वदन्ति समवायनिष्ठ समवायनिष्ठावच्छेदकता निरूपितावच्छेद्यतावति, एवं घटत्वनिष्ठावच्छेदकता निरूपितावच्छेद्यतावति, या घटनिष्ठादेयता तन्निरूपित अधिकरणतावान् कपालः इति ते वदन्ति। तत्र यदि तन्मध्ये समवायनिष्ठसांसर्गित अवच्छेदकता इति कोऽपि वदति चेत् तत्र ओ सः तत्र सांसर्गिक इति पदं श्रुत्वा इदानीं सम्बन्धस्य विषये किमपि वदति इति किञ्चिदिव तत्र सुलभतया अवगन्तुम् इति तावदेव। अस्तु अस्तु अस्तु, अत्र सम्बन्धस्य विषयः अस्ति, सम्बन्धस्य विषयः अस्ति, अत्र सम्बन्धं स्वीकृत्य सम्बन्धम् अवच्छेदकधर्मत्वेन स्वीकृत्य सः वदति इति सुस्पष्टतया बोधः जायते, तावदेव। अस्तु, इत्युक्ते यत्र कुत्रापि सम्बन्धस्य विषयः अस्ति तत्र सांसर्गिता इति वक्तुं शक्नुमः। सत्यं सत्यं, तत्र संसर्गः, संसर्गः इत्युक्ते सम्बन्धः एव पर्याय पदे द्वे अपि, संसर्गः सम्बन्धः अपि च संसर्गस्य भावः सांसर्गिकः इति भवति, सांसर्गिक अवच्छेदकता इति। अत्र संयोगनिष्ठा सांसर्गिक अवच्छेदकता अपि वयं वक्तुं शक्यते वा इति अहं चिन्तयामि। तत्र संयोगः अपि सम्बन्धः एव, तत्रैव तत्रापि इदानीं घटः भूतले अस्ति इत्यस्मिन् सन्दर्भे भूतलघटयोः मध्ये संसर्गः अस्ति, सम्बन्धः अस्ति, किन्तु कीदृशसम्बन्धः इत्युक्ते संयोगसम्बन्धः अस्ति। अस्तु महोदय, तत्र अस्मात् पारात् पाठात् अनन्तरं सांसर्गिक इत्यस्य प्रयोगः मया न दृष्टः, प्रायः तादृशप्रयोगः सम्प्रदाये अस्ति इति कृत्वा तस्यापि सूचना अहं दास्यामि इति प्रायः ग्रन्थकारः चिन्तयित्वा अत्र एतादृशं लिखितमिति मम चिन्तनम्। अस्तु, इदानीं अत्र अग्रे गमनात् प्राक् किञ्चिदिव मया अत्र वक्तव्यम्। विजया भगिनी, मन्द मन्द मन्दं श्रूयते, किञ्चित् उच्चैः वदतु। आमां, संसर्ग इत्युक्ते सम्बन्धः इति पूर्वं दृष्टम् अस्माभिः। आमामाम्, चतुस्त्रिंशत् अद्य बहु मन्दं श्रूयते भगिनि, किमर्थम् इति न जाने. तथा एव महोदय, भगिन्या सम्यक्तया न श्रूयते. मम वर्गे अपि भगिन्याः ध्वनिः न श्रूयते. ओहोहो, नो सा पूर्वं मङ्गलवासरे मम वर्गः आगच्छति, तत्र सम्यक्तया श्रूयते. भवतु यत्किमपि, एकनिमिषं. चत्वारिंशत् इति पृष्ठसङ्ख्या अस्ति खलु, तत्र तृतीयपरिच्छेदस्य संसर्गता इति आगच्छति. चत्वारिंशत्तमपुटे वा? चत्वारिंशत् इति वा? 36 मध्ये अस्ति. पठतु एकवारं, पठतु तत्र किं दत्तमस्ति इति. द्वितीयताः यथा ज्ञानेन निरूप्यन्ते तथा परम्परम् अपि निरूप्यन्ते. प्रकारता निरूपित विशेषता इव विशेषता निरूपित प्रकारता इत्यपि सम्भवति, एवं संसर्गतायाम् अपि. हा अस्ति, इदानीं तत्र ज्ञानविषये यदा ज्ञानस्य विषये अस्माभिः अधीतं, तत्र संसर्गित तत्रापि एवमेव अर्थः. तत्र संसर्ग इत्युक्ते सम्बन्धः इति, सांसर्गिता सम्बन्धः भवेत्. अस्तु, इदानीं तत्र इदानीं किञ्चिदिव तत् इतोपि इदानीमपि मन्दमेव अस्ति, किन्तु किञ्चिदिव किं वदामि. अस्तु, विद्या भगिनि भवती अग्रे तथा च लघुना उपायेन इति अस्ति किल, तत् पठति वा कृपया. तथा च लघुना उपायेन विषयतासम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आदेयता निरूपित अधिकरणतावत् ज्ञानं, कालिकसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आदेयता निरूपित अधिकरणतावान् कालः, संयोगसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आदेयता निरूपित अधिकरणतावत् भूतलम् इति वक्तुं शक्नुमः. अत्र अत्र किमर्थं सम्बन्धः इत्यस्मिन् विषये अत्र सांसर्गिकः इति न उक्तम्, अत्र लघुना उपायेन इति कृत्वा तत् न उक्तम् इति वा? आम् आम्, इदानीमेव त्यक्तं तत्, केवलं तत्र तादृशप्रयोगः अस्ति इति प्रदर्शयित्वा इदानीं लघुना उपायेन साक्षात् विषयतासम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न आदेयता निरूपित अधिकरणतावत् ज्ञानम् इति वदामश्चेत् पर्याप्तं भवति, सर्वे अवगच्छन्ति एव. अत्र विषयतासम्बन्धावच्छिन्न घटत्वावच्छिन्न आदेयता निरूपित अधिकरणतावत् ज्ञानम् इति घटः ज्ञाने वर्तते इति बोधनार्थम् एतद्वाक्यम् उपयुक्तमस्ति. एवमेव कालिकासम्बन्धावच्छिन्न घटत्वावच्छिन्न आदेयता निरूपित अधिकरणतावान् कालः, पुनः संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न आदेयता निरूपित अधिकरणतावत् भूतलम् इति वक्तुं शक्नुमः इति. तत्र आधेयतायाः मध्ये भेदः, यद्यपि घटत्वं सर्वत्र वर्तते तथापि अत्र सम्बन्धः स्वीकृत्य आधेयतायोः मध्ये भेदः साधितः इत्यनेन तत्र कथं वा आधेयतायोः मध्ये भेदः साधनीयम् इति अस्मिन् पाठे बोधितम्. इदानीं अग्रे गमनात् प्राक् अत्र पश्यन्तु, विषयतासम्बन्धावच्छिन्न घटत्वावच्छिन्न इति द्वयमपि उक्तं, विषयतासम्बन्धावच्छिन्न घटत्वावच्छिन्न इति द्वयमपि उक्तम्. इदानीं पश्यतु, प्रथमवाक्यं, द्वितीयवाक्यं, तृतीयवाक्यं, त्रये अपि घटत्वावच्छिन्न घटत्वावच्छिन्न घटत्वावच्छिन्न इति एव उक्तम्. अस्माकं पूर्वं यदा अवच्छेदकधर्मम् अवच्छेदकम् इति अवच्छेदकता अवच्छेद्यता इति धर्मस्य विषये अस्माभिः अधीतं, तत्र किमर्थम् अवच्छेदकत्वम् इति स्वीकृतम् इति भवती विद्याभगिनी वदति वा, तत्र तस्य प्रयोजनं किम् इति. पुनः पृच्छतु. अवच्छेदकधर्मस्य प्रयोजनं किम्? अवच्छेदकधर्मस्य प्रयोजनं भेद पार्थक्यं साधनार्थम्, अत्र पार्थक्यं यद् द्वयोः मध्ये पार्थक्यं साधनार्थम् अवच्छेदकधर्मस्य प्रयोगः. पृथक्करणं, पार्थक्यं पृथक्करणम् इति तस्य साधनार्थं, भेदसाधनार्थम् अवच्छेदकधर्मं स्वीकृतम्. किन्तु अत्र पश्यतु, अस्मिन् वाक्ये विषयतासम्बन्ध अवच्छिन्न इति वदामश्चेत् तत् कालिकासम्बन्ध अवच्छिन्न विषयतासम्बन्ध अवच्छिन्न क्षम्यतां विषयतासम्बन्ध अवच्छिन्न अधिकरणता इति वदामश्चेत् तत् कालिकासम्बन्ध अवच्छिन्न आधेयता इत्यस्य भेदः साधयति, इत्यस्मिन् भेदः साधयति। किन्तु घटत्वावच्छिन्न घटत्वावच्छिन्न इति सर्वत्र उक्तं, तत्र भेदः न साधितं किल, प्रसङ्गे भेदः न साधितं। परन्तु अत्र यदि पटः अस्ति पार्श्वे, पटः पटः अपि काले कालिकसम्बन्धेन वर्तते, तत्र तस्मिन् सन्दर्भे घटत्वावच्छिन्नम् इति वदामः चेत् तत्र भेदः साधयितुं शक्नुमः। सत्यम् इत्युक्ते अत्र घटत्व अवच्छिन्न इति यद् लिखितं अनेन किमपि न साधितम् इति कृत्वा तद् दोषाय इति वक्तुं शक्नुमः वा इति प्रश्नः। एतद् वाक्यं लक्षणवाक्यमस्ति वा? लक्षणवाक्यं नास्ति, अत्र किं कुर्मः, तत्र ज्ञानस्य निरूपणं कुर्मः, ज्ञानस्य निरूपणम् अत्र विषयतासम्बन्धः अपि च घटत्वम् इति स्वीकृत्य ज्ञानस्य निरूपणं कुर्मः, लक्षणवाक्यं नास्ति एतद्। किन्तु लक्षणवाक्यं नास्ति चेत्, लक्षणवाक्यं नास्ति चेत् अत्र घटत्वम् इति वदनेन स्पष्टमेव भवति खलु, घटे तु घटत्वम् इति जातिः अस्ति, तर्हि अत्र घटस्य विषये वयं वदामः इति अत्र स्पष्टं भवति। एकस्मिन् पक्षे ज्ञानम् अस्ति, अपरस्मिन् पक्षे घटत्वम् अस्ति चेत् तत्र घटः ज्ञानं द्वयोः सम्बन्धस्य विषये परिशीलयामः इति स्पष्टं भवति। सत्यम्। अपि च अत्र बहु लघ्वीकृत्य उक्तम् इति कृत्वा इदानीं तत्र घटत्वावच्छिन्न इति त्यजामश्चेत् तत्र आधेयता कुत्र वर्तते इति न ज्ञातुं शक्यते। विषयतासम्बन्धेन अवच्छिन्ना भवति इति ज्ञातुं शक्यते, किन्तु घटे वर्तते आधेयता इति न ज्ञातुं शक्यते। इत्यतः तत्र घटत्वावच्छिन्न आधेयता निरूपित अधिकरणतावत् घटत्वावच्छिन्न आधेयता इति वदामश्चेत् आधेयता घटत्वेन अवच्छिन्ना इति चेत् आधेयता घटे वर्तते इति ज्ञातुं शक्यते, अतः अत्र दोषः नास्ति। किन्तु इतोपि किञ्चित् अत्र पश्यामः, घटत्वावच्छिन्ना घटत्वावच्छिन्ना इति घटत्व पूर्वम् अस्माभिः किम् अधीतम्, अवच्छेदकधर्मः धर्मस्य प्रयोजनं पृथक् करणम् इति अस्माभिः अधीतम्। इदानीं किञ्चिदिव तस्य परिष्कारं कुर्मः। परिष्कारं किम् इति चेत् तत्र केवलं भेदकत्वं पृथक्करणं पार्थक्यम् एव अवच्छेदकधर्मस्य प्रयोजनम् इति सर्वत्र न वदामः, किन्तु बहुषु स्थलेषु भेदकत्वं साधयति एव, किन्तु नियामकत्वम् अपि अवच्छेदकधर्मस्य प्रयोजनं, नियामकत्वम् इति नूतनपदम् अत्र व्याकरणे वयं व्याकरणवर्गे वयं पठितवन्तः किल, नियमसूत्रम् इति, तदेव अर्थः अत्रापि, नियामकत्वम् अवच्छेदक धर्मस्य प्रयोजनं, नो चेत् नियामकत्वम् एव अवच्छेदकधर्मः करोति इति किञ्चिदिव तस्य प्रयोजनस्य नो चेत् अवगमनस्य परिवर्तनं कुर्मश्चेत् अत्र यद्यपि घटत्वम् इत्यनेन अस्मिन् सन्दर्भे भेदः न साधितः, किन्तु तस्य प्रयोजनम् अस्ति। यद्भवत्या उक्तं तत् सत्यमेव, घटत्वावच्छिन्न इति वदनेन आधेयता कुत्र वर्तते इति जानीमः, तत्र प्रयोजनं वर्तते एव। अपि च अन्यत् प्रयोजनं किम् इति चेत् नियामकत्वम् अपि अवच्छेदकत्वस्य प्रयोजनम्। अत्र नियामकत्वम् इत्युक्ते किम् इति चेत् अन्यून अनतिरिक्तवृत्तित्वम् एव अवच्छेदकत्वम् इति तस्य लक्षणं कृतम्। अन्यून अनतिरिक्तवृत्तित्वम्, अन्यून अनतिरिक्तवृत्तित्वम् एव अवच्छेदकत्वम् इति अपि तत्र लक्षणं कृतं नियामकत्वम् इत्यस्य. इदानीम् अन्यूनम् इत्युक्ते किम्? यत्र यत्र घटनिष्ठ आदेयता अस्ति तत्र सर्वत्र घटनिष्ठघटत्वम् अस्ति, एकमपि स्थले न्यूनता नास्ति. यत्र यत्र घटनिष्ठ आदेयता अस्ति तत्र सर्वत्र घटनिष्ठघटत्वम् अस्ति इति अन्यूनम् इति पदं वदति. अपि च अनतिरिक्तम् इत्युक्ते यत्र यत्र घटनिष्ठ आदेयता यत्र यत्र घटनिष्ठघटत्वं नास्ति तत्र तत्र घटनिष्ठ आधेयता अपि नास्ति इति तत्र अन्वयव्यतिरेकम् इति अस्माभिः पूर्वम् अधीतं किल, तदेव अत्रापि स्वीकृतम् इति कृत्वा तत्र यत्र यत्र घटनिष्ठ आधेयता वर्तते तत्र सर्वत्र घटनिष्ठघटत्वम् अस्ति इति इत्यपि अवच्छेदकधर्मः बोधयति. इदानीम् अत्र पृथक्करणम् अस्य प्रयोजनं नास्ति, किन्तु नियामकत्वमेव अस्य प्रयोजनम् इति महोदयेन वर्गे उक्तम्. अत्र मम मनसि तावत् महत्त्वं नास्ति अस्माकं प्रकृतचिन्तने, किन्तु तथापि अत्र उक्तम् इति कृत्वा मया अत्र उक्तम्. अत्र सर्वे अवगतवन्तः वा? विद्याभगिनी अवगच्छति वा? चित् अवगच्छामि. अत्र अन्यून अनतिरिक्तवृत्तित्वम् इत्युक्ते अत्र यत्र यत्र आदेयता अस्ति तत्र तत्र घटत्वम् अस्ति इति इत्युक्तं खलु. यत्र यत्र घटनिष्ठ आदेयता अस्ति घटनिष्ठ आदेयता अस्ति तत्र तत्र घटत्वम् अस्ति. हा, तत्र तत्र सा आदेयता घटत्वेन अवच्छिन्ना भवति इति. तत्र सर्वत्र घटत्वेन अवच्छिन्ना भवति, अपि च ततोपि एकमपि स्थाने तस्य न्यूनता नास्ति, एकमपि स्थाने अतिरिक्तमपि नास्ति इति. महोदय, हा, एकः प्रश्नः अस्ति, प्रश्नद्वयमस्ति. नियामकत्वस्य प्रयोजनं किम् एकः प्रश्नः, अन्यः प्रश्नः अस्ति यत्र यत्र घटनिष्ठ आधारता अस्ति तत्रापि घटत्वम् अस्ति, तर्हि भेदः कः? हा, इदानीं तत्र प्रथमप्रश्नः आसीत् नियामकत्वम् इत्युक्ते किम् इति. न, तस्य प्रयोजनं किम् अवगन्तुमिच्छामि, तत् किमस्ति, किन्तु तस्य प्रयोजनम् अत्र अत्र अत्र पश्यतु. इदानीम् अत्र पूर्वम् अस्माभिः किम् अधीतं? भेदसाधक भेदसाधनमेव अवच्छेदकधर्मस्य प्रयोजनम्, अतः एव अवच्छेदकधर्मः स्वीकृतः इति अस्माभिः अधीतं किल. अत्र अत्र घटत्वं घटे अस्ति, अपि च आधेयता घटत्वे अस्ति, क्षम्यतां, घटत्वं घटे अस्ति, आधेयता अपि घटे अस्ति इति कृत्वा घटत्वेन आधेयता अवच्छिन्ना भवति इति तु सत्यं. किन्तु पञ्चसु स्थलेषु या आधेयता घटत्वेन अवच्छिन्ना तत्र भेदः न साधितः इति कृत्वा तत्र इदानीं तत्र घटत्वेन अवच्छिन्ना भवति आदेयता इति कथं वा वक्तुं शक्यते? इदानीं तत्र भेदः न साधितः, अतः घटत्वस्य अवच्छिन्न अवच्छेदकधर्मः अपगच्छति वा, तत् त्यक्तं वा इति पृष्टे सति न त्यक्तं. तत्र इदानीं भेदसाधकत्वम् अवच्छेदकधर्मस्य लक्ष्यं नास्ति, किन्तु नियामकत्वम् एव लक्ष्यम् इति उक्तं तावदेव. अस्तु, किन्तु तेन किं भवति? ओके, नियामकत्वम् अपरं लक्ष्यमस्ति घटत्वस्य. इदानीं तत्र तेन किं भवति इति चेत् इदानीं तादृशं न वदामश्चेत् अवच्छेदकत्वस्य नियामकत्वं न स्वीकुर्मश्चेत् यत्र भेदः न साधितः तत्र अवच्छेदकधर्मं न वक्तुं शक्यते इत्युक्ते इदानीं पश्यतु तत्र वाक्यमस्ति किल विषयतासम्बन्ध अवच्छिन्न घटत्वावच्छिन्न आधेयता निरूपित अधिकरणतावत् ज्ञानम् इत्यस्मिन् स्थले तत्र इदानीं घटत्वं घटत्वावच्छिन्न आधेयता इत्यत्र घटत्वेन भेदः न साधितः इदानीं तत्र अवच्छेदकधर्मः सर्वदा भेदः अवच्छेदकधर्मत्वेन भेदः सर्वदा साधनीयः इति स्वीकुर्मश्चेत् अस्मिन् वाक्ये घटत्वा अवच्छिन्ना इति न वक्तुं शक्यते. इदानीं घटत्वा अवच्छिन्ना इति न वदामश्चेत् अत्र दोषः किं भवति इति चेत् विषयतासम्बन्ध अवच्छिन्न आधेयता निरूपित अधिकरणतावत् ज्ञानम् इत्येव वाक्यं भवति. किन्तु सा आधेयता कुत्र वर्तते इति न ज्ञानं न भवति, बोधः न जायते. इदानीं तत्र घटत्वं योजनीयं भवति, नो चेत् कथं वक्तव्यं विषयतासम्बन्ध अवच्छिन्न विषयतासम्बन्ध अवच्छिन्न आधेयता निरू एकनिमिषं विषयतासम्बन्ध अवच्छिन्न घटनिष्ठ आधेयता निरूपित अधिकरणतावत् ज्ञानम् इति वक्तव्यं भवति इति वदामश्चेत् तत्र अस्मिन् वाक्ये घटत्वम् इति त्यक्तुं शक्यते. तथापि तथापि यत्र यत्र धर्मः अस्ति अपि च सम्बन्धः अस्ति ते सर्वे अवच्छेदं करोति इति वस्तुस्थितिः. यत्र यत्र अस्माकं यदा अस्माभिः पूर्वं दृष्टं किल तत्र पञ्चसु स्थलेषु आधारता आधेयता वर्तते, किन्तु इदानीं तत्र घटः कपाले वर्तते इति स्वीकुर्मः. तत्र यदा अहं क्षम्यतां घटः भूतले वर्तते इति सरल उदाहरणं स्वीकुर्मः. घटः भूतले वर्तते यदि यदा अहं न पश्यामि घटः भूतले वर्तते, तथापि घटः भूतले वर्तते एव, अपि च घटे आधेयता अस्ति भूतले आधारता अस्ति किल. किन्तु इदानीं घटः ज्ञाने वर्तते कदा भवति, घटः ज्ञाने कदा भवति, यदा अहं घटं पश्यामि तदा एव. इति मम ज्ञानस्य अधीनः भवति आधेयता अपि च अधिकरणता. घटे विद्यमान आधेयता मम ज्ञानस्य अधीनः भवति, यदा अहं घटं पश्यामि तदा एव तत्र आधेयता भवति अपि च ज्ञाने अधिकरणता भवति. एवमेव इदानीं पश्यतु घटः भूतले वर्तते इत्यत्र घटे आधेयता अस्ति, अहं पश्यामि वा न वा घटे आधेयता अस्ति भूतले अधिकरणता अस्ति, अनयोः मध्ये संयोगसम्बन्धः अस्ति, संयोगसम्बन्धेन अवच्छिन्ना भवति घटनिष्ठ आधेयता, पुनः घटे घटत्वमपि अस्ति इति कृत्वा घटत्वेन अवच्छिन्ना भवति. मम प्रयोजनं तत्र किमपि नास्ति, तथापि तत्र घटत्वेन अवच्छिन्ना एव भवति घटनिष्ठ आधेयता इति कृत्वा तत्र नियामकत्वं वक्तव्यम्. अवगच्छति वा? किञ्चित् किञ्चित्, किन्तु अग्रे इतोपि अधिकम् अवगच्छामि. अस्तु, इतोपि किञ्चिदिव प्रयत्नं करोमि. इदानीं पृथक्करणं पृथक्करणमेव अवच्छेदकधर्मस्य प्रयोजनम् इति तावदेव वदामश्चेत् यः पृथक् करोति तस्य अपेक्षा अस्ति किल. इत्युक्ते इदानीं तत्र मम मनसि पृथक्करणं मया पृथक् कर्तव्यम् इति आकाङ्क्षा एव नास्ति इति चिन्तयतु. तथा यदि तादृश आकाङ्क्षा नास्ति चेत् तत्र घटत्वस्य अवच्छेदकधर्मः त्यक्तः भवति. मम मनसि तादृश आकाङ्क्षा नास्ति चेत् इदानीं घटत्वे विद्यमान अवच्छेदकता इति धर्मः मम आकाङ्क्षायाः अधीनः भवति. किन्तु तादृशं नास्ति. स्वतन्त्रतया नियामकत्वेन तत्र घटत्वं किं वदामः, घटत्वम् आधेयतायाः, इदानीं तत्र घटः भूतले वर्तते, कोऽपि नास्ति तत्र, कोऽपि नास्ति, घटस्य दर्शनं कोऽपि न करोति इति वस्तुस्थितिः इति चिन्तयतु. इदानीं घटः भूतले अस्ति इत्यत्र घटः संयोगसम्बन्धेन भूतले अस्ति, अपि च घटे घटत्वम् अस्ति, घटे आधेयता अस्ति, सा आधेयता घटत्वेन अवच्छिन्ना भवति एव. कस्य मनसि अपि पृथक्करणम् इति आकाङ्क्षा नास्ति चेदपि तत्र घटत्वेन अवच्छिन्ना भवति घटे विद्यमान आदेयता इति कृत्वा तत्र नियामकत्वं स्वीकर्तव्यं भवति. नो चेत् मम मनसि पृथक्करणम् इति आकाङ्क्षा नास्ति चेत् तत्र आदेयत अवच्छेदकधर्मः त्यक्तः भवति. अवगच्छति वा? अवगच्छामि. तर्हि ज्ञानत्वावच्छिन्न अधिकरणता तद् वक्तुम् आवश्यकं न वा? नास्ति, तदेव इदानीं मया उक्तम्. अत्र केवलं पृथक् इदानीं पश्यतु, घटम् अहं पश्यामि इति ज्ञानम्, अयं घटः इति ज्ञानं यदा उत्पद्यते तदा एव विषयतासम्बन्ध अवच्छिन्न घटत्वावच्छिन्न आधेयता निरूपित अधिकरणतावत् ज्ञानम् इति वाक्यं मया निर्मातुं शक्यते. एवमेव इदानीं पृथक्करणम् एव अवच्छेदकधर्मः इति तादृशलक्षणम् अवच्छेदकधर्मस्य अस्माभिः स्वीक्रियते चेत् तत्र यदा अहं न घटं पश्यामि तदा तत्र संयोगसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न आधेयता निरूपित अधिकरणतावत् भूतलम् इति न वक्तुं शक्नुमः. तद् मया ज्ञातं, किन्तु मम प्रश्नः अस्ति, यथा अधेयताः नियामकत्वम् आवश्यकं तथा अधिकरणतायाः नियामकत्वम् आवश्यकं न वा? तद् मम प्रश्नः. न, इदानीं कस्य नियामकत्वम् अस्माभिः उक्तम्? आधेयतायाः नियामकत्वं नास्ति, अवच्छेदकधर्मस्य नियामकत्वम् उक्तम्. अवच्छेदकम् अवच्छेदकम् इत्युक्ते किम् इति पूर्वम् अस्माभिः किम् अधीतम्? पृथक्करणमेव अवच्छेदकधर्मस्य प्रयोजनम् इति अस्माभिः अधीतम्. पृथक्करणमेव प्रयोजनम् इति चेत् तत्र यः पृथक् करोति तस्य आवश्यकता भवति. इदानीं सः नास्ति चेत्, नो चेत् कोऽपि अस्ति किन्तु तस्य मनसि मया पृथक् कर्तव्यम् इति आकाङ्क्षा नास्ति चेत् तत्र अवच्छेदकधर्मः न उत्पद्यते एव इति तत्र समस्या वर्तते. इति तस्य निवारणार्थम् अवच्छेदकधर्मस्य नियामकत्वं स्वीकृतं, न तु आदेयतायाः. नियामकत्वं कस्य इत्युक्ते अवच्छेदकधर्मस्य. अवच्छेदकम् इत्युक्ते किं? पृथक्करणम्. अवच्छेदकत्वम् इत्युक्ते किं? नियामकत्वम् इति अर्थद्वयं स्वीकृतम् अत्र. तावदेव. अस्तु, यदि अत्र अवच्छेद नित्यत्वम् एव नियामकत्वम् इति नित्यत्वम् एव अर्थः भवति वा? न न, नित्यत्वम् इति नास्ति, नियामकत्वं. नित्यत्वम् इत्युक्ते भिन्नवार्ता, तत्र आकाशः नित्यः, तादृशं भवति. यत् अत्र अवच्छेदकधर्म घटत्वं सदा भवति, भवन्तः उक्तवान् विषयिता न भवितुम् अर्हति, परन्तु घटत्वं घटत्व घटत्ववच्छिन्नता सदा भवति इति अर्थमस्ति। आम् तत्र वदामि किञ्चिदिव। इदानीं घटे इदानीं कोऽपि नास्ति, एकस्मिन् प्रकोष्ठे घटः भूतले वर्तते, तत्र कोऽपि नास्ति, किन्तु तत्र घटः वर्तते एव, अपि च घटे घटत्वम् अस्ति एव, घटे घटः इदानीं भूतले अस्ति इति कृत्वा घटे आदेयता अस्ति एव, भूतले अधिकरणता अस्ति एव इति कृत्वा घटे विद्यमान आधेयता घटत्वेन अवच्छिन्ना भवत्येव। कोऽपि पृथक् करोति वा न करोति वा इति अत्र वार्ता नास्ति, नियामकत्वेन तत्र अवच्छेदकधर्मः भवति। इदानीं नियामकत्वम् इत्युक्ते किम् इति चेत्, यत्र यत्र घटनिष्ठ आदेयता अस्ति तत्र सर्वत्र घटत्वे सा आदेयता घटत्वेन अवच्छिन्ना अस्ति इति, तावदेव। इत्युक्ते सर्वदा घटनिष्ठ आदेयता घटत्वेन अवच्छिन्ना भवति, अस्माकं पृथक्करणं इति मनसि आकाङ्क्षा अस्ति चेद् नास्ति चेदपि घटत्वेन अवच्छिन्ना भवति घटनिष्ठ आदेयता। तत्र प्रकोष्ठे कोऽपि नास्ति चेदपि घटत्वेन अवच्छिन्ना एव भवति घटनिष्ठ आदेयता इति अत्र सारांशः। अस्तु महोदय, अवगतवान्। विद्या भगिनि जातं महोदय। अस्तु समीचीनम्। अस्तु इदानीम् अग्रे गन्तुं शक्यते, प्रतियोगितायाः सम्बन्धावच्छिन्नत्वम् इति। अत्र का पठति? सीमा भगिनी भवती पठति वा? महोदय, प्रतियोगितायाः सम्बन्धावच्छिन्नत्वं तुल्यं न्याया अयमेव च उपायः प्रतियोगित्वस्थले अपि ज्ञातव्यः। तत्र भूतले समवायेन घटः नास्ति, कपाले संयोगेन घटः नास्ति, कपाले विषयतासम्बन्धेन घटः नास्ति इति अभावान् यदि चिन्तयामः तदा तस्य अभावस्य प्रतियोगितायाः तिस्रः घटे एव वर्तन्ते। तासां च परस्परं भेदज्ञापनाय न घटत्व उपयोगः, सर्वत्र तस्य एकस्य एव अवच्छेदकत्वात्। अग्रे पठामि वा? न, तावत्पर्यन्तं अत्र बहु किमपि अस्ति। तुल्यन्यायात् अस्ति, तुल्यन्यायात् इत्युक्ते पूर्वस्मिन् पाठे अस्माभिः किम् अधीतं, तत्र घटत्वेन पञ्चसु स्थलेषु घटत्वं स्वीकृत्य अवच्छेदकधर्मं स्वीकृत्य आधेयतायाः मध्ये भेदः न साधयितुं शक्यते, अतः सम्बन्धः स्वीकृतः पूर्वस्मिन् पाठे। न तत्तु जानामि महोदय, किन्तु पदस्य विषये पृच्छामि। ओहोहो, तुल्यन्यायात् तुल्यतर्कात् इति, न्यायात् इत्युक्ते तर्कः, एवमेव तर्कः, यथा पूर्वस्मिन् पाठे कृतं तदेव तर्कं स्वीकृत्य अत्रापि। अस्तु अस्तु अस्तु, अत्र प्रतियोगिस्थले अयमेव उपायः ज्ञातव्यः, सः उपायः किमर्थम् आवश्यकः इत्युक्ते न श्रूयते। यदा भूतले घटः न श्रूयते? इदानीं श्रूयते। इदानीं श्रूयते महोदय? आमामाम्। अस्तु, भूतले घटः सर्वदा संयोग योगसम्बन्धेन एव वर्तते, न तु समवायेन। यदा कदापि समवायेन सम्बन्धेन न वर्तते। कपाले घटः समवायसम्बन्धेन एव वर्तते, न तु संयोगेन। एवं च घटः काले विषयतासम्बन्धेन कदापि न भवति। अतः घटस्य भूतले समवायसम्बन्धेन अभावः अस्ति, घटस्य कपाले संयोगसम्बन्धेन अभावः अस्ति, एवं च घटस्य काले विषयतासम्बन्धेन अभावः अस्ति। किन्तु अभावस्य प्रतियोगी घटः एव भवति, अतः तासां परस्परभेदज्ञापनाय घटत्वस्य प्रयोगः कर्तुं न शक्नुमः। अतः किञ्चित् अन्यः उपायः आवश्यकः। हा, इदानीं तत्र भूतले समवायेन घटः नास्ति। प्रथमं वयं किं कुर्मः, भवती एतत् करोतु, भूतले घटः नास्ति, संयोगसम्बन्धेन नास्ति इति तत्र तत्र निरूपणं करोतु, भूतलस्य निरूपणं करोतु। अस्तु, समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न आधेयता आधेयता अभावस्य निरूपणमस्ति आम् अत्र। हा, अभावस्य निरूपणमस्ति इदानीं तत्र। प्रथमम् अभावस्य निरूपणं कृत्वा तदुपरि अभावः कुत्र वर्तते, भूतलं भूतले वर्तते इति कृत्वा तस्य निरूपणमपि कर्तव्यं। प्रथमम् अभावस्य निरूपणं कुर्मः। अस्तु, घटनिष्ठ प्रतियोगिता निरूपित अभावाश्रयम् अभावाश्रयः भूतलम् एवं वक्तुं शक्नुमः। हा, इदानीं पश्यतु, घटनिष्ठ भवती किम् उक्तवती, घटनिष्ठ प्रतियोगिता निरूपित अभाव अभावाश्रयः अनियोगिता। हा, तत्र अनियोगिता अपि वक्तव्यं किल, यत्र यत्र प्रतियोगिता वदामः तत्र अनियोगिता अपि वक्तव्यं। क्षम्यतां, घटनिष्ठ प्रतियोगिता निरूपित अनुयोगिता अनुयोगितावान् अभावः। हा, इदानीं सर्वे तत्र अस्माकं चित्रव्यवस्थापनम् इति करपत्रमस्ति किल, तत्र गच्छन्तु। तत्र षष्टमचित्रमस्ति, सीमा भगिनी प्राप्तवती वा? क्षम्यताम्, अहं सिद्धा नास्मि महोदय, इदानीं वा। अस्तु, तावत्पर्यन्तं तत्र रघुपतिमहोदय भवान् वदति वा? हा महोदय, हा, चित्रं दृष्ट्वा अभावः अभावः घट घटनिष्ठ घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगिताश्रयः अनियोगितावान् घटाभावः। हा, इति सत्यं, तत्र यद्भवत्या भवता उक्तं तत् सत्यं, घटनिष्ठघटत्वनिष्ठ घटत्वावच्छिन्नप्रतियोगिता निरूपित अनियोगितावान् घटाभावः, किन्तु अत्र सम्बन्धः न स्वीकृतः। अत्र सम्बन्धं स्वीकृत्य सम्बन्धं योजयित्वा वदतु। ओके, घटनिष्ठ संयोगसम्बन्ध दीर्घवाक्यं महोदय, दीर्घवाक्यं मास्तु, अत्र लघुवाक्यं पूर्वं दत्तमस्ति किल, लघुना उपायेन तादृशवाक्यं वदतु। हा, अस्तु, घटनिष्ठसंयोगसम्बन्धावच्छिन्न प्रतियोगितानिरूपित सारि घटनिष्ठ प्र घटनिष्ठ घटनिष्ठप्रतियोगिता निरूपित अनियोगितवान् घटाभावः न पुनः वदतु घटनिष्ठ संयोगसम्बन्धावच्छिन्ना इदानीं तत्र घटनिष्ठ इति त्यजतु अत्र अत्र अस्मिन् अस्मिन् पुटे एव तद् विद्याभगिन्या पठितं किल संयोगसम्बन्धावच्छिन्ना घटनित्वावच्छिन्न आदेश निरूपित अधिकरण तावत् भूतलं तादृशं वाक्यं रचयतु अस्तु संयोग अवच्छिन्न संयोग संयोग अवच्छिन्न संयोग अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगितावान् घटाभावः इति हा समीचीनं संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगितावान् घटाभावः अत्र घटनिष्ठ प्रतियोगिता तत्र घट घटनिष्ठ इति वक्तुं शक्यते तत्र दीर्घवाक्यं रचयितुं शक्यते घटनिष्ठ संयोगसम्बन्धनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती पुनः घटनिष्ठघटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती या प्रतियोगिता सा निरूपित अनियोगितावान् घटाभावः इति वक्तुं शक्यते किन्तु इदानीम् अस्माकम् अवधानं तत्र सम्बन्धे भवतु इति कृत्वा मया तत्र लघुवाक्यमेव स्वीकृतम् अत्र लघुवाक्यं किं संयोगसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रयः घटाभावः किल अस्तु अस्तु इदानीं तत्र वस्तुस्थितिः किम् इति चेत् घटः भूतले नास्ति इति वस्तुस्थितिः तस्य बोधनार्थं संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगितावान् घटाभावः इति भवता उक्तं समीचीनम् इदानीं तत्र सीमा भगिनी प्राप्तवती किल अस्तु इदानीम् अत्र अस्मिन्नेव वाक्ये इदानीम् अस्माकं पुरतः घटः भूतले अस्ति इति चिन्तयतु घटः भूतले अस्ति साक्षात् अस्ति अस्माकं पुरतः अस्ति तथापि इदानीम् अस्मिन्नेव वाक्ये संयोगसम्बन्धः इति त्यक्त्वा तत्र समवायसम्बन्धः स्थापयतु स्थापयित्वा वाक्यं रचयतु समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनुयोगिता निष्ठ अनुयोगिताश्रयः घटाभावः समीचीनं घटाभावः भूतले वर्तते इति वक्तुं शक्नुमः अत्र पश्यतु साक्षात् अस्माकं पुरतः घटः भूतले अस्ति किन्तु घटः भूतले सर्वदा संयोगसम्बन्धेन एव भवति इति कृत्वा समवायसम्बन्धेन यदा कदापि न भवति इति कृत्वा समवायसम्बन्धेन भूतले घटाभावः अस्ति इति वदामश्चेत् तत् सत्यमेव वाक्यं सत्यमेव किल हा इति अस्ति तदेव अत्र अत्र अत्र उक्तमस्ति अस्मिन् परिच्छेदे भूतले समवायेन घटः नास्ति समवायसम्बन्धावच्छिन्ना घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगिताश्रयः घटाभावः भूतले वर्तते इत्युक्ते भूतले समवायेन घटः नास्ति एवमेव इदानीं कपाले संयोगेन घटः नास्ति इति निरूपयतु कृपया संयोगसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रयः घटाभावः कपाले वर्तते हा घटाभावः कपाले वर्तते अन्यत् अन्य काले विषयतासम्बन्धेन घटः नास्ति इति कालसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता निरूपित अनुयोगिता श्रयः घटाभावः काले वर्तते हा इति अस्ति वस्तुस्थितिः अत्र पूर्वस्मिन् पाठे अस्माभिः किं दृष्टं? घटः भिन्नभिन्न अधिकरणते अधिकरणे वर्तते, अधिकरणेषु वर्तते इति कृत्वा तत्र घटत्वमेव अवच्छेदकधर्मः सर्वत्र इति कृत्वा तत्र सम्बन्धः स्वीकृत्य भेदः साधितः. अभावस्थले अपि तादृशमेव साधितः. अत्रापि यद्भवत्या उक्तं संयोगसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगितानिरूपित अधिकरणता आश्रय घटाभावः कपाले वर्तते इति अत्र संयोगसम्बन्धः स्वीकृतः अवच्छिन्नधर्मत्वेन अवच्छेदकधर्मत्वेन इति अत्रावे अत्रापि तुल्यन्यायेन इति उक्तं. सर्वत्र तस्य एकस्यैव अवच्छेदकत्वात्, तस्य एकस्यैव इत्युक्ते घटत्वं घटत्वस्य घटत्वेन एव घटत्वम् एव अवच्छेदकधर्मः सर्वत्र अभाव अभावस्थले स्थलेषु तत्र घटत्वमेव अवच्छेदकधर्मः सर्वत्र इति कृत्वा अत्रापि सम्बन्धं स्वीकृत्य सर्वम् उक्तम्. अत्र कस्यापि प्रश्नः अस्ति वा महोदय? मम एकः प्रश्नः अस्ति. हा, घटभूतलयोः मध्ये समवायसम्बन्धः एव तत्र नास्ति, तर्हि अभावस्य किमर्थम् आवश्यकता तत्र? हा, समीचीनप्रश्नः एव. इदानीं तत्र अस्य उत्तरम् इदानीम् अहं न वदामि. अन्यप्रश्नः कस्यापि अस्ति वा? नो चेत् एतदेव प्रश्नः अस्ति चेत् अग्रे अस्य प्रश्नस्य उत्तरार्थं करपत्रं महोदयेन निर्मितं, तत्र साक्षात् गच्छामः. तत्र पटाभावः काले अस्ति इति उक्तं. हा, पटाभावः काले अस्ति इति भूतले अस्ति इति अवगच्छामि, पटाभावः काले अस्ति इत्युक्ते किम्? तत्र कालस्तु नित्यः, अतः अभावः अपि नित्यः खलु? अभावः नित्यः नास्ति. अभावः तत्र अभावस्य चातुर्विध्यम् अस्ति. प्रागभावः यदा यस्य द्रव्यस्य उत्पादनं भवति तदा प्रागभावस्य नष्टः भवति. न, अत्यन्तभावः नित्यः इति वयं दृष्टवन्तः खलु, अत्र तु अत्यन्तभावः एव खलु? अत्र पटाभावः पटस्य अनेन नश्यति, तर्हि अत्यन्तभावः नित्यः, तर्हि नित्यः काले अस्ति इत्युक्ते अत्र पटाभावः काले अस्ति इत्युक्ते अत्यन्त अभावः कयोः मध्ये इदानीं भवती वदति? इदानीम् एकनिमिषम्, अत्यन्त अभावः इत्यस्य उदाहरणं प्रथमं वदतु. पटाभावः, पटाभावः, पटाभावः कुत्र? तत्र साक्षात् पटाभावः इति न वदामः, तत्र आधारः वक्तव्यः भवति. कुत्र पटाभावः वर्तते? మీరు మాట్లాడలే మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. ది పర్సన్ యు ఆర్ స్పీకింగ్ హా వదతు భగిని క్షమితా. నన పటాభావః భూతలే అస్తి ఇతి అవగచామి. భూతలే పటః నాస్తి, అతః పటస్య ఆనేనేన పటాభావః గచ్చతి. హా, పటాభావః భూతలే గచ్ పటాభావః భూతలే గచ్ అపగచ్చతి చేత్ తత్ర అత్యంత అభావః కథం వా నిత్య నిత్యః భవతి? न न, वयं तु अत्र पठितवन्तः खलु महोदय, अत्र अत्यन्तभावः अत्र प्रयोजकप्रयोज्यभावः इत्यस्मिन् विषये अत्यन्तभावः नित्यः इति स्मरति वा? हा, कस्मिन् सन्दर्भे नित्यः इति, तत्र सर्वत्र नास्ति किल. इदानीं यदा घटाभावः भूतले वर्तते, नो चेत् पटाभावः भूतले वर्तते, पटस्य आनयनेन भूतले विद्यमान पटाभावः अपगच्छति, अतः तत् नश्यति इति कृत्वा नित्यः इति तस्मिन् सन्दर्भेन वक्तुं शक्यते. कस्मिन् सन्दर्भे? समीचीनं, तत् समीचीनमेव. तर्हि इदानीं पटाभावः काले अस्ति इति वदति, तत् तत् तस्य तत् किं किमर्थं तथा वदति इति स्पष्टीकरोतु. हा हा, इदानीम् अद्य पटः अस्ति, श्वः नासीत् इति काले अभावः अभावः तु कदापि न भवति. एकनिमिषं, तत्र पश्यतु, कालः इति द्रव्यं, पटः इति अपि द्रव्यं, द्वयोः मध्ये कः सम्बन्धः भवितुमर्हति? कालिकसम्बन्धः. कालिकसम्बन्धः भवितुमर्हति किल, कः सम्बन्धः न भवितुमर्हति? कः सम्बन्धः न भवितुमर्हति इत्युक्ते कालिकसम्बन्धः, कालः नित्यः, सर्वदा कालः अस्ति, अतः कालिकसम्बन्धः भवति एव. समीचीनम्. अत्र पटः, भवत्याः प्रश्नः पुनः वदतु भगिनि. न न, पटाभावः काले अस्ति इति उक्तं, तद् मम मया न अवगतं. पटाभावः काले कुत्र उक्तं? घटाभाव पटाभावः काले नास्ति. न न, इदानीम् अत्र सीमा भगिनी अत्र उक्तवती खलु वाक्यम्, इदानीं भवान् पटाभावः भूतले अस्ति, इदानीं पटाभावः काले अस्ति इति उक्तवान, तस्मिन् सन्दर्भे पटाभावः काले कथम् अस्ति इति न अवगच्छामि. ओ हो हो हो हो हो हो हो, अस्तु, प्रायः तत्र किञ्चित् इतोपि चिन्तनीयं. इदानीं ज्ञाने खलु न, कालः इति अपि उक्तवान् खलु महोदय. आम्, अत्र पश्यतु वाक्यमस्ति, काले विषयतासम्बन्धेन घटः नास्ति इति, तत्र विषयतासम्बन्धेन काले घटः नास्ति इति तावदेव. अस्तु अस्तु अस्तु अस्तु, धन्यवादः, क्षम्यतां. भवतु भवतु, स्पष्टं नासीत्. अस्तु अस्तु, इदानीं तत्र करपत्रमस्ति किल, तत्र सर्वे गच्छन्तु. भूतले समवायसम्बन्धेन घटः नास्ति इति करपत्रं, तत्र सर्वं सरलमेव, अतः झटिति कर्तुं शक्यते. इदानीं रघुपतिमहोदय, भवान् पठितुम् इच्छति वा? करपत्रं चित्रम् अस्ति वा? चित्रं न न, तत्र द्वितीय करपत्रद्वयं मया प्रेषितम्. एकनिमिषं महोदय, एकनिमिषं. भूतले समवायसम्बन्धेन घटः नास्ति इति करपत्रं, सप्तमकरपत्रमस्ति, 10-7. तत्र प्रतिपक्षी इति उक्तवन्तः खलु, प्रतिपक्षी पूर्वपक्षी वा? प्रतिपक्षी इत्युक्ते पूर्वपक्षी, समानार्थको. महोदय, हा पठतु महोदय. एकनिमिषं महोदय, अस्तु, तावत्पर्यन्तं विजया भगिनी भवती पठतु कृपया. प्रतिपक्षी भूतले समवायसम्बन्धेन घटो नास्ति इति कथन प्रसङ्गे प्रश्नः. भूतले घटः न अस्ति संयोगसम्बन्धेन, न तु समवायसम्बन्धेन, तर्हि अस्य वाक्यस्य अर्थः कः, मूल्यं च किम्? समवायसम्बन्धेन भूतले घटः न कदापि भवति इत्येव भानुचैतन्यमहोदयस्य प्रश्नः आसीत्, साक्षात् तस्य प्रश्नः अत्र उक्तः अस्ति. अग्रे भगिनि, अग्रे सिद्धान्ते एतत् विषये उत्तरं ददाति. अवयव अवयविनोः समवायसम्बन्धः भवति, घटः अवयवी, तस्य अवयवः अस्ति कपालः, तयोः कः सम्बन्धः? समवायः. इत्यच्च घटः समवायसम्बन्धेन कुत्र अस्ति? कपाले. भूतले तु नास्ति, तर्हि समवायसम्बन्ध अवच्छिन्न घटत्वाच्छिन्न घटत्व अवच्छिन्न प्रतियोगिता प्रतियोगिता घट अभावः भूतले भवति, कुत्र नास्ति कपाले इति सिद्धान्तः वदति. अवगच्छति वा अत्र? एतत् स्पष्टीकरणमेव तत्र पूर्वमेव वयं पृष्टवन्तः विषये, एतत् तत्र विवरणेन कृतवन्तः, भूतले समवायसम्बन्धेन घटो नास्ति इति, संयोगसम्बन्धेन इति अस्ति. अनन्तरं भूतले घटः अस्ति संयोगसम्बन्धेन न तु समवायसम्बन्धेन. वयं पूर्वमेव एतत् विषये दृष्टवन्तः. समवायसम्बन्धेन कुत्र अस्ति कपाले घटत्वावचिन्न प्रतियोगिता? रघुपतिमहोदय किमपि वदति वा? न महोदय, न दृष्टवान्. अन्म्यूट् मध्ये अस्ति पठनं कुर्वन् आसीत्. हा हा, किञ्चित् म्यूट् करोतु. हा अस्तु, धन्यवादः. वदतु भगिनि. समवायसम्बन्धेन भूतले घटः न कदापि भवति, संयोगसम्बन्धेन भवति इति दृष्टवन्तः. एतत् विषये पूर्वपक्षिणः एतत् विषये उक्तवान्. एतत् विषये सिद्धान्ते तत्र उत्तरं दत्तवन्तः. अवयवे अवयव अवयविनोः समवायसम्बन्धः भवति इति. घटः अवयविः, तस्य अवयवः तु कपालः. तयोः कः सम्बन्धः इत्युक्ते समवायसम्बन्धः. घटः समवायसम्बन्धेन कुत्र अस्ति इति इत्युक्ते तत्र कपाले समवायसम्बन्धेन घटः अस्ति. अनन्तरं भूतले न, भूतले तु नास्ति. तर्हि समवायसम्बन्धः अवच्छिन्न घटत्व अवच्छिन्न प्रतियोगिता घट अभावः भूतले भवति. कुत्र नास्ति इत्युक्ते तत्र कपाले अत्र मुख्यांशः, अत्र सिद्धान्तिनः उत्तरस्य मुख्यांशः किम् इत्युक्ते, किमर्थं तत्र समवायसम्बन्धेन यदा कदापि घटः भूतले न भवति इति वयं सर्वे जानीमः इत्यतः किमर्थं तत्र समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता क घटाभावः भूतले अस्ति इति किमर्थं वक्तव्यम् इति चेत्, तत् तादृश अभावः कपाले नास्ति इति अनयोः मध्ये भेदः साधनार्थम् एतदुक्तम् इति अत्र अत्र साधितम्. समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता घट प्रतियोगिता घटाभावः यदा कदापि कपाले न भवत्येव, न भवत्येव. किमर्थमित्युक्ते तत्र कपालः घटस्य उपादानकारणम् अस्ति इति कृत्वा, घटः अस्ति चेत् कपाले एव वर्तते इति कृत्वा, समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिताकघटाभावः कपाले यदा कदापि न भवति किन्तु भूतले भवितुम् अर्हति इति तत्र सा आकाङ्क्षा सापेक्षावाक्यं निर्माणार्थम् अस्य प्रयोगः भवति इति कृत्वा, यद्यपि भूतले घटः समवायेन समवायेन यदा कदापि न भवति तथापि अत्र अस्य वाक्यस्य प्रयोजनम् अस्ति इति सिद्धान्तिः वदति. अवगच्छति वा? अत्र कस्यापि प्रश्नः अस्ति वा? अत्र प्रश्नः अस्ति, समवायसम्बन्ध समवायसम्बन्ध अवच्छिन्न घटत्व अवच्छिन्न प्रतियोगिता क इति अस्ति. तत् तर्हि अत्र प्रतियोगिता तु घटे अस्ति, न तु घटाभावे. अत्र प्रतियोगिता क इति वदनेन सम्बन्धः सूचयति वा? आम्, प्रतियोगिता क इति, क इति स्वार्थे प्रतियोगिता अवच्छिन्न इति आम् सत्यं, प्रतियोगिता क इत्युक्ते तत्सर्वं घटे अस्ति, परन्तु तादृश अभावः भूतले भवति. आम्, तादृश अभावः भूतले भवति इति पूर्वपक्षी किमर्थं तत्र पृच्छति? आम्, तादृश घटः समवायसम्बन्धेन भूतले यदा कदापि न भवति इति कृत्वा, तादृशसमवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता घटाभावः भूतले अस्ति इति किमर्थं वदति इति पृष्टे सति सिद्धान्ती वदति, कपाले न भवति किल, कपाले घटाभावः न भवति. कीदृशघटाभावः? समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता प्रतियोगिताक घटाभावः कपाले यदा कदापि न भवति इति सम्यक्तया अवगमनार्थं तत्र समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता घटाभावः भूतले भवति इति वदामश्चेत् तत्र तूलनं कृत्वा इतोपि स्पष्टता जायते इति कृत्वा सिद्धान्ति एतादृशं मया उक्तं तस्य प्रयोजनम् अत्र अस्ति इति सिद्धान्ति वदति. अपि च भगिनी सर्वदा प्रतियोगी द्रव्ये एव भवति. प्रतियोगी इत्यस्य लक्षणं किं, प्रतियोगी इत्यस्य लक्षणं किम् इति वदति वा? प्रतियोगी इत्युक्ते विरोधः अस्ति खलु, घटः अस्ति, घटाभावस्य प्रतियोगी, प्रतियोगी अस्ति घटः, घटे प्रतियोगिता अस्ति. सत्यम् इत्युक्ते तत्र लघुरीत्या मया किं श्रुतं, यस्य अभावः सः प्रतियोगी, तत् प्रतियोगी, यस्य अभावः तत् प्रतियोगी, तदेव लक्षणं. यस्य अभावः इत्युक्ते घटस्य अभावः इति वदामश्चेत् घटः एव प्रतियोगी भवति घटाभावस्य इति कृत्वा प्रतियोगिता सर्वदा द्रव्ये एव भवति, अपि च अनियोगिता सर्वदा अभावे एव भवति. प्रतियोगिता यदा कदापि अभावे न भवति. एवमेव महोदय, परन्तु मम प्रश्नः आसीत् अत्र पूर्वं वयम् अत्र दीर्घवाक्येन वयम् उक्तवन्तः खलु, प्रतियोगिता निरूपिता अनियोगिता आश्रयः घटाभावः इति उक्तवन्तः, परन्तु अत्र प्रतियोगिता क घटाभावः इत्युक्ते द्वयोः अर्थः समानः खलु? समानः एव, सत्यम्. अस्तु, समानः एव अर्थः, समानः एव. समवायसम्बन्ध समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता प्रतियोगिता आश्रयः घटाभावः इति प्रतियोगितावान् घटाभावः इति इत्यस्मिन् स्थाने प्रतियोगिताकघटाभावः, प्रतियोगिताकघटाभावः तादृशघटाभावः. प्रतियोगितावान् अनियोगितावान्, अनियोगितावान् अनियोगितावान्. ओ क्षम्यतां, क्षम्यतां, क्षम्यतां, पुनः वदामि. समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगितानिरूपित अनियोगितावान् घटाभावः, अनियोगिता आश्रयघटाभावः इति तत्र निरूपित अनियोगितावान् घटा अनियोगितावान् इत्यस्मिन् स्थाने क इति पदः पदं प्रयुक्तमस्ति. प्रतियोगिता सत्त्व नकुलद्वयोः मध्ये अपि अस्ति खलु जि? न न न, तत्र वध्यघातक विरोधः एव अस्ति, न तु सः अवस्थान सः अनवस्थानविरोधः. यत्र सः अनस अनवस्थानविरोधः सहानवस्थानविरोधः अस्ति तत्र एव प्रतियोगिता अनियोगिताभावः भवति. महोदय, वदतु महोदय. प्रतियोगिता निरूपित अनियोगितावान् इत्यस्य स्थाने प्रतियोगिताक इति भवति. तत्र क इति शब्द, केवलं क इति शब्दं कस्य स्थाने इत्युक्ते निरूपित अनियोगिता आश्रयः इत्यस्मिन् स्थाने क इति उक्तम्. अस्तु, निरूपितानियोगिता ओके आश्रय. सामान्यतया कथं वदामः, समवायसमच्च समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगितानिरूपित अनियोगितावान् घटाभावः इति वदामः किल. अस्तु, निरूपित अनियोगितावान् इत्यस्मिन् स्थाने क इति पदप्रयोगः कृतः. क इत्यनेन तत्र घटाभावः, तादृशघटाभावः सूचितः तावदेव. प्रतियोगिताकघटाभावः भूतले भवति इति. दीर्घवाक्यमेव स्पष्टम् अस्ति महोदय, लघुवाक्यं किञ्चित् चिन्तनीयं भवति. आमाम् आम्, अतः एव महोदयेन प्रयुक्तमस्ति अत्र. सर्वदा एकमेव वाक्यं वदामश्चेत् तत्र मनसि तदेव भवति, नूतनतया कोऽपि वदति चेत् अस्माकम् अर्थबोधः न जायते इति कृत्वा महोदयेन एतादृशं कृतम्. अस्तु, क्षम्यतां महोदय, मम प्रश्नः आसीत्. समवायसम्बन्धेन कपाले अनुयोगिता भवति घटस्य, भूतले नास्ति. पुनः पुनः वदतु. समवायसम्बन्धेन घटस्य अनुयोगिता कपाले वर्तते. आम् न, समवायसम्बन्धेन घटस्य या अनुयोगिता अस्ति अभावः तस्य समवायसम्बन्धेन. तत्र घटस्य अनियोगिता इति वदामश्चेत् तत्र दोषः भवति. किमर्थम् इत्युक्ते अनियोगिता घटे यदा कदापि न भवति, अनियोगिता घटाभावे एव भवति. प्रतियोगिता स्वीकुर्मः चेत् कपाले, न न प्रतियोगिता अपि घटे एव. इदानीं इदानीं वाक्यं सामान्य सन्दर्भः कः, लौकिकवाक्यं रचयतु भवान्. हा न, मम प्रश्नः किम् आसीत्, घटः समवायसम्बन्धेन कपाले वर्तते, भूतले तु न वर्तते. समीचीनं. हा तर्हि समवायसम्बन्धेन घटः भूतले कदापि न भवति. समीचीनं सत्यं. हा तर्हि समवायसम्बन्धेन केवल घटः भूतले किमर्थं न भवति? ज्ञाने अपि वयं वक्तुं शक्नुमः न, ज्ञाने अपि न भवति वा, सत्यं, काले अपि न भवितुम् अर्हति. सत्यं सत्यं. कपालं कपालं विना तदेव आसीत्. हा कपालं विना अन्यत्र अन्ये, हा अन्ये यत् किमपि अस्ति तत् सर्वत्र घटः समवायसम्बन्धेन न भवति इति तस्य निष्कर्षः न. सत्यं सत्यम् इति तस्य निष्कर्षः. इतोपि किञ्चित् वक्तव्यं चेत् तत्र घटः कपाले समवायसम्बन्धेन एव भवति इति कृत्वा समवायसम्बन्धेन अन्यत्र यत्र कुत्रापि घटः न भवति इति निष्कर्षः. अपि च केवलं समवायसम्बन्धेन इति नास्ति, पुनः विषयतासम्बन्धेन अपि भिन्नसम्बन्धं स्वीकृत्य अपि दीर्घं कर्तुं शक्नुमः भिन्नसम्बन्धं स्वीकृत्य. तर्हि कपाल अतिरिच्य अन्यत्र सर्वत्र समवायसम्बन्धेन घटः नास्ति वा द्रव्यं नास्ति इति निष्कर्षः. इति निष्कर्षः. अत्र उदाहरणार्थं भूतलं स्वीकृतं. एतदेव मम प्रश्नः आसीत्, अत्र केवल भूतलस्य एव उल्लेखः किमर्थम् इति. उदाहरणार्थम् अवगतम्. कपाले समवायसम्बन्धवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता घटाभावः न भवति, यदा कदापि न भवति. कुत्र भवति? भूतले भवति. उदाहरणार्थं भूतले भवति, पटे अपि भवति, काले अपि भवति, सर्वत्र भवति. समवायसम्बन्धवच्छिन्न घटत्वावच्छिन्न प्रतियोगिता घटाभावः कपालं विहाय अन्यत्र सर्वत्र भवति. यत्र सम्बन्धः भवति तद् अतिरिच्य सर्वत्र अभावः तस्य विद्यते. सत्यं सत्यं. समीचीनं महोदय. अत्र यदि अत्र कपालः तथैव तिष्ठति, तत्र घटस्य उत्पत्तिः एव नास्ति, तर्हि तत् तादृशकपाले तु घटाभावः भवितुम् अर्हति खलु? कीदृश कपालः वक्तव्यः भवति? न न, इदानीम् अत्र घटस्य उत्पत्तिः अभवत् इति चिन्तयामः, अतः अत्र कपाले घटाभावः नास्ति इति वदामः. परन्तु अत्र कपालः, अत्र कपालद्वयसंयोगानन्तरमेव घटस्य उत्पत्तिः, इदानीं कपालद्वयस्य संयोगः न जातः, तर्हि तादृशकपाले तु घटाभावः भवितुम् अर्हति खलु? आम्, तत्रापि तत्रापि कीदृशघटाभावः भवितुमर्हति? कीदृश घटाभावः? हा तत्र अवच्छेदकसम्बन्धः अवच्छेदकधर्मः वदतु. अनुत्पन्न समवायसम्बन्धेन नास्ति, समवायसम्बन्धेन नास्ति तादृशकपाले. वाक्यं रचयतु, वाक्यं रचयतु. एवमेव वाक्यं, समवायसम्बन्धः अवच्छिन्न घटत्वा अवच्छिन्न प्रतियोगिता घटाभावः कपाले. कपाले भवति यदि घटः एव न उत्पन्नः इति चेत्. सत्यं. हा इति तादृशसम्बन्धे भवितुमर्हति. अतः एव तत्र प्रतियोगिता वक्तुं शक्यते. यद्भवत्या उक्तं तत् समीचीनम्. अतः एव प्रतियोगिता वक्तुं शक्यते. इदानीं समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न प्रतियोगिता क घटाभावः इति कुत्र प्रदर्शयितुं शक्यते इत्युक्ते, यस्मिन् कपाले इदानीमपि घटः न जातः तत्र तादृशप्रतियोगिता प्रदर्शयितुं शक्यते इति कृत्वा तत्र एतादृशवाक्यं रचयितुं शक्यते. नो चेत् प्रतियोगिता नास्ति चेदेव इदानीं शशशृङ्गः इति स्वीकरोतु. शशशृङ्गः यदा कदापि न भवति किल, तत् केवलं कल्पितमेव. सत्यं. शशशृङ्गस्य अभावः अस्ति इति वदामश्चेत् तत्र त्रिषु कालेषु प्रतियोगिता यत्र कुत्रापि न दर्शयितुं शक्यते इत्यतः एव नैयायिकाः शशशृङ्गं यदा कदापि उदाहरणत्वेन न स्वीकुर्वन्ति किमर्थम् इत्युक्ते शशशृङ्गस्य अभावः ते न वदन्ति एव किमर्थम् इत्युक्ते त्रिषु कालेषु तस्य प्रतियोगिता न प्रदर्शयितुं शक्यते इति कृत्वा किन्तु अत्र प्रदर्शयितुं शक्यते समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिताकघटाभावः अनुत्पन्नकपाले वर्तते इति कृत्वा तत्र प्रतियोगी अस्ति इति कृत्वा इदानीं तत् स्वीकृत्य भूतले नास्ति यद्यपि घटः इदानीं कपाले वर्तते किन्तु समवायसम्बन्ध अवच्छिन्न घटत्वावच्छिन्न प्रतियोगिताकघटाभावः भूतले भवति इति वक्तुं शक्यते नो चेत् तत्र वक्तुमेव न शक्यते इत्यतः यद्भवत्या उक्तं तत् तत्र मूल्यं बहु किमपि अस्ति तत्र समीचीनतया उक्तं भवती अस्तु सर्वे अवगच्छन्ति वा किञ्चित् जाटिल्यम् अस्ति अत्र अस्तु समयः जातः अत्र स्थगयामः पुनः अस्मिन् विषये किञ्चित् चिन्तनं कुर्वन्तु सर्वे अतः अग्रिमवर्गे इतः पठित्वा अग्रे गन्तुं शक्यते एतावत्पर्यन्तं यद् अधीतं तद् सम्यक्तया अवगतं चेत् तत्र अग्रिमपाठे किमपि क्लेशः न भवति अतः किञ्चिदिव अभ्यासं कुर्वन्तु सर्वे तत्र एतादृशवाक्यानि रचयित्वा समवायसम्बन्ध अवच्छिन्नघटत्वावच्छिन्न प्रतियोगिताघटभावः पटे नास्ति काले नास्ति इति एतादृशं लिखन्तु तत्र भिन्नभिन्नसम्बन्धाः अस्माभिः दृष्टाः किल संयोगसम्बन्धः समवायसम्बन्धः कालिकासम्बन्धः तादात्म्यसम्बन्धः इति तादृशसम्बन्धः अस्माभिः अधीतः तत्सर्वं स्वीकृत्य किञ्चित् गृहपाठरूपेण भवन्तः स्वाध्यायं कुर्वन्ति चेत् तत्र इतोपि स्पष्टता जायते अस्तु सर्वेषां धन्यवादः नमस्कारश्च